गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् शब्दखण्डे योग्यतास्वरूपम् इति गते वर्गे पाठः अधीतः तत्र योग्यता कुत्र वर्तते इति चेत् तत्र प्रकृतौ वर्तते उदाहरणार्थम् अत्र अग्निना सिञ्चति इत्यत्र शिच् इति धातुः सेचनं सूच्यते तस्मिन् धातौ द्रवद्रव्यसंयोगानुकूलव्यापारत्वम् अस्ति तर्हि प्रायः तदेव तत्र विद्यमान इति उक्तम् किम् इति चेत् शिच् इति धातौ द्रव्यसंयोगानुकूलव्यापारत्वम् अस्ति इति यदा अस्माभिः ज्ञायते तदा एव तत्र वह्नौ विद्यमानकरणत्वनिरूपकत्वं भवति इति नास्ति शिच् इति धातौ द्रवद्रव्यसंयोगानुकूलव्यापारः अस्ति एव स च अस्तित्वम् अस्माकं ज्ञानाधीना नास्ति इत्युक्ते शिच् इति कोऽपि जानाति चेद् एव तस्मिन् तत्र द्रवद्रव्यसंयोगानुकूलव्यापारत्वम् आगच्छति तेन वह्नौ अथवा जले विद्यमानकरणत्वस्य निरूपकः भवति इति नास्ति इति कृत्वा अत्र विद्यमानः ज्ञायमानः इति प्रायः लिखितम् इति स्वीकर्तुं शक्यते इति भाति मम अस्तु तर्हि योग्यता पदे वर्तते पदार्थे वर्तते अर्थे अर्थनिष्ठधर्ममाह इति उक्तम् अत्र एतादृशं स्वीकर्तुं शक्यते वा यदि शिच्यते धातोः तादृश योग्यता द्रवद्रव्यसंयोगः अस्ति एव यत् वयम् अत्र विद्यमानत्वम् अपि अस्ति चेदेव योग्यता अस्ति इति प्रकृते इदानीम् अग्निना सिञ्चति विद्यमानत्वं नाम किम् इदानीं धातोः तादृश योग्यता अस्ति खलु द्रवद्रव्यसंयोग अनुकूलव्यापारः अस्ति द्रवद्रव्य अत्र शिच् इति प्रकृतौ धातौ द्रवद्रव्यसंयोगानुकूलव्यापारः इति शिच् इति धातोः अर्थः शिच् इति धातोः प्रकृतिधातोः अर्थः कः इति चेत् द्रवद्रव्यसंयोगानुकूलव्यापारः इति तत् अस्माकं ज्ञान तत् अस्माकं ज्ञानाधीन नास्ति सत्यं परन्तु वक्तिना सिञ्चति इति यत्र आगच्छति तत्र अस्माकं ज्ञानं ज्ञानदोषः भवति खलु तादृशं नास्ति इति अतः अस्तु अत्र सोपानेन गन्तव्यं भवती अत्र मध्ये सोपानद्वयं प्रायः त्यक्तवती प्रथमं अत्र क्रमेण चिन्तयन् मया सह सम्भाषणं करोतु प्रथमं शिच् इति प्रकृतिः अस्ति खलु प्रकृतिः धातु प्रकृतिः अस्ति अर्थः कः द्रवद्रव्यसंयोग अनुकूलव्यापारः इति उत्तमम् इति शिच् इति धातोः अर्थः अस्तु तर्हि तस्मिन् धातौ कारणत्वम् अस्ति कारणत्वमस्ति स च कारणत्वं किं प्रति जलम् इति वक्तव्यं वा न जलं प्रति कारणत्वम् अत्र कारणत्वं किं प्रति शिच् इति धातौ यस्य अर्थः द्रवद्रव्यसंयोगानुकूलव्यापारः इति तस्मिन् धातौ कश्चित् कारणत्वमस्ति किं प्रति कारणत्वम् अत्र कारणत्वं करणत्वम् इति एव अस्ति. करणत्व न बुद्धं महोदय प्रश्नः. अस्तु न तदेव तद् अवबोध्यमेव. अस्तु मेहुल् महोदय वदतु अत्र. किं वदनीयं? धातौ शिच् इति धातौ यस्य धातोः अर्थः अस्ति द्रवद्रव्यसंयोगानुकूलव्यापारः इति, तस्मिन् धातौ कारणत्वम् अस्ति. किं प्रति कारणत्वम्? व्यापारं प्रति कारणत्वं न व्यापारं प्रति कारणत्वं, व्यापारः एव. अत्र शिच् इति धातुः नाम किम् इति चेत् व्यापारः एव, पाचनक्रिया खलु. तर्हि व्यापारेण यत् फलं प्राप्नुमः तस्य प्रतिकारणं धातौ. किन्तु अत्र शिच् इति धातुना अत्र किं फलं प्राप्यते? अस्तु अस्तु. सिञ्चित् धातुना सेचनं क्रिया भवति. धातुना सेचनक्रिया इति नास्ति, शिच् इति धातुः एव सेचनक्रिया. द्रवत्वं प्रति कारणत्वं वा? द्रवत्वं क्रमेण चेत् द्रवद्रव्यसंयोग अनुकूलव्यापारः. ओ अस्तु अस्तु. द्रवद्रवत्वसंयोगानुकूलव्यापारः. तर्हि संयोगस्य कारणं इति धातु सत्यम् इति एकम् इति एकं सत्यं. द्रवद्रव्यसंयोगम् इति फलं भवति. यदि कोऽपि सिञ्चति तेन किं फलं लभ्यते इति चेत् द्रवद्रव्यसंयोगः जायते. अत्र संयोगः द्रवद्रव्यसंयोगः इत्युक्ते द्रवद्रव्येण संयोगः इति नास्ति. तत्र किं तत्र विग्रहं किम्? द्रवद्रव्यानां द्रवद्रव्ययोः संयोगः न द्रवद्रव्ययोः इति, द्रवद्रव्ययोः इत्युक्ते तयोः मध्ये संयोगः. अस्तु अत्र एकं वाक्यं वदतु महोदय. सिञ्च् इति धातुं प्रयुज्य सामान्यवाक्यमेकं वदतु. जलेन सिञ्चतु अथवा जलेन सिञ्चनं करोति इति. अत्र सम्पूर्णवाक्यम्, अत्र कर्ता करणं कर्म एतत् सर्वम् उक्त्वा एकं वाक्यं वदतु. अस्तु. बालकः जलेन सिञ्चनं करोति. सिञ्चति, सिञ्चनं करोति इति सिञ्चति. बालकः जलेन सिञ्चति. किं सिञ्चति? अस्तु. बालः जलेन वृक्षं सिञ्चति. उत्तमम्. बालकः अथवा रामः जलेन वृक्षं सिञ्चति. तर्हि इदानीं वदतु, अत्र द्रवद्रव्यसंयोग अनुकूलव्यापारः इति सेचनम्. तेन व्यापारेण किं फलं लभ्यते? ओ किं फलं लभ्यते? जलवृक्षयोः मध्ये संयोगः भवति खलु? आम् आम्. जलवृक्षयोः मध्ये संयोगः भवति. जलवृक्षयोः मध्ये संयोगः जायते अनेन अनेन व्यापारेण. अस्तु. तर्हि इदानीं वदतु, द्रवद्रव्यसंयोग अनुकूलः इत्यत्र विग्रहवाक्यं वदतु. ओ द्रवद्रव्ययोः संयोग, अत्र जलम् अपि च वृक्षयोः मध्ये संयोगः जायते इति उक्तम्. उभयोः मध्ये किं द्रवद्रव्यम्? जलम् इति द्रवं, वृक्षः इति द्रव्यम्. न द्रवद्रव्यम् इति अस्तु, तत्रापि वदतु. द्रवद्रव्यम् इत्यस्य विग्रहवाक्यं किम्? अस्तु अस्तु. द्रवद्रवं द्रवद्रव्यो द्रवञ्च असौ च द्रव्यं च इति. इति उत्तमं कर्मधारयः. तत्र द्रवं च असौ द्रव्यम्, असौ नास्ति, तत् द्रव्यं. द्रवं च द्रव्यं च. द्रवं च यत् द्रव्यमस्ति तद् द्रवमपि अस्ति. सत्यं तर्हि द्रवद्रव्यम् इत्यनेन किम् उक्तम् वृक्षः इति एव वृक्षः द्रवमस्ति किम् न न संयोगः इति उक्तं खलु न द्रवद्रव्यम् इति उदाहरणे किं द्रवद्रव्यं किम् ओ जलं जलम् अपि च वृक्ष न महोदय द्रवं च द्रव्यं च द्रवद्रव्यम् इति विग्रहवाक्यं सर्वधारयः तर्हि द्रवद्रव्यम् इति एकमेव पदार्थः पदार्थद्वय अत्र द्वन्द्वसमासः नास्ति कर्मधारयः द्रवमिति विशेषणं द्रव्यम् इत्यस्य द्रवं च तत् द्रव्यं च यदि द्रवं च द्रव्यं च इति वदति द्वन्द्वः यथा रामश्च कृष्णश्च रामकृष्णौ इति भवति खलु एवं द्रवं च द्रव्यं च इति द्वन्द्वः अस्ति चेत् विग्रहवाक्यं कथं भवति समस्तपदं कथं भवति द्रवद्रव्यौ चिन्तयित्वा वदतु द्रव्यौ इति पुल्लिङ्गे अस्ति वा द्रवद्रव्ये इति भवति अत्र द्रव इति अपि न भवति द्रवं द्रव्ये इति एव भवति खलु द्रवं द्रव्ये किमर्थम् अकारस्य लोपः जायते यथा रामश्च कृष्णश्च रामकृष्णौ इति भवति भवतु तत्र द्रवम् अथवा द्रवद्रव्ये इति एव भवति न तु द्रवद्रव्यम् तर्हि द्रवद्रव्यम् इति कर्मधारय तर्हि इदानीं वदतु उदाहरणे द्रवद्रव्यं किम् अहं चिन्तयामि जलम् इति उत्तमं जलमेव जलमेव द्रवद्रव्यं किं जलं किमर्थं जलं द्रवद्रव्यं तस्मिन् द्रवत्वमस्ति द्रवत्वमपि द्रव्यत्वमपि अस्ति सत्यं द्रवत्वमपि अस्ति द्रव्यत्वमपि अस्ति इति कृत्वा अत्र द्रवमिति विशेषणम् अन्येभ्यः द्रव्येभ्यः व्यावर्तयति द्रवम् इति विशेषणम् अस्तु तर्हि द्रवद्रव्यम् इति जलं तर्हि इदानीं वदतु द्रवद्रव्यसंयोगः इत्यत्र कीदृशसमासः भवेत् द्रवद्रव्ययोः संयोगः षष्टितत्पुरुषः भवति तत्र सत्यं वदतु द्रवद्रव्यस्य संयोगः इति केन सह वृक्षेण सह उत्तमं हा उत्तमं रामः जलेन वृक्षं सिञ्चति इत्यत्र सेचनक्रियया किं करोति जलस्य वृक्षेण सह संयोगः करोति खलु संयोगः कारयति तदेव फलितं फलं हा इति कृत्वा द्रवद्रव्यस्य संयोग अनुकूलव्यापारः एव सेचनम् तर्हि अत्र फलमस्ति संयोगः संयोगस्य आश्रयः अस्ति वृक्षम् इति कृत्वा फलाश्रयस्य कर्मत्वं भवतु तर्हि तत्र तादृशकारणत्वं व्यापारे वर्तते इति सत्यं किन्तु प्रकृतविषये इदानीम् अत्र उदाहरणमस्ति जलेन सिञ्चति इति इत्यत्र अत्र सिच् धातौ विद्यमानकारणत्वं किं प्रति जलेन इत्युक्ते जलं प्रति कारणत्वम् इति चेत् यदि सेचनक्रिया करोति तदा जलम् उत्पद्यते इति भवति जलं न उत्पद्यते तर्हि जलेन किं सिञ्चति इति अस्तु अहं वदामि अत्र निरूपकः भवति खलु व्यापारः किं निरूपयति जले विद्यमानकरणत्वं निरूपयति खलु ओ सत्यं जलेन इति तृतीया जलेन इत्यत्र जले विद्यमानकरणत्वम् एषः एतद् एतं व्यापारं निरूपयति निरूपयति सत्यं पुनः जले विद्यमानकरणत्वं व्यापारं निरूपयति व्यापारं जनयति खलु जलं तर्हि इदानीम् अत्र अत्र कारणत्वं कारणत्वम् इति चेत् उभयता वक्तुं शक्यते अत्र क्रियाजनकत्वं कारणत्वम् इति स्वीकुर्मश्चेत् न क्रियाजनकत्वं कारकत्वं कारकत्वं नाम किं कारकं नाम किं क्रियाजनकं कारकं खलु सत्यं तर्हि जलेन सिञ्चति इत्यत्र जले विद्यमानकारणत्वं किं प्रति सेचनक्रियां जनयितुं कारणत्वं यदस्ति तत् कारणत्वं विद्यमानः एव न तु ज्ञायमानः अस्ति एव सत्यं यदा यद्यपि न जानाति चेदपि सिञ्चनं भवति एव एवं विपरीतरीत्यापि वक्तुं शक्यते जले तत्र सेचनक्रियायां निरूपकत्वमस्ति खलु स च निरूपकत्वमेव यदि कारणत्वमिति स्वीकुर्मः तदा तत्र जले तत्र सेचनक्रियायां विद्यमानकारणत्वं तदपि विद्यमानमेव न तु ज्ञायमानत्वं ज्ञायमानं सत्यं सत्यम् अतः एव अत्र लिखितम् अत एव ग्रन्थकृता आकाङ्क्षा योग्यता सन्निधिः इति निर्देशः कृतः तेषु च वक्ष्यमाणाः सन्निधिः सन्निधेः पूर्वोक्तायाः आकाङ्क्षायाः न्यायमानायाः कारणत्वं योग्यता तु बाधनिश्चय अभावरूपा स्वरूपवती एव कारणं न हि सेचनं जलकरणकत्व अभाववत् इति बाधनिश्चयस्य अभावः ज्ञातव्यः भवतु किन्तु भवति किन्तु विद्यमान एव अभावः शाब्दबोधहेतुः तर्हि जलेन सेचनक्रिया जनयितुं शक्यते इति यदा वयं ज्ञास्यामः तदा एव तस्मिन् कारणत्वम् आगच्छति इति नास्ति जले स्वभावतः द्रवत्वमस्ति अपि च सेचनक्रिया नाम किं द्रवद्रव्यसंयोग अनुकूलव्यापारः इति उभयत्र तत्र अस्माकं ज्ञानाधीना नास्ति इति कृत्वा योग्यता विद्यमाना किन्तु सन्निधिः अथवा आकाङ्क्षा ज्ञायमाना एव इति अत्र अत्र प्रतिपादितम् अवबुध्यते खलु महोदय उत्तमम् तर्हि अग्रे गच्छेम इदानीं 321 पेज् तत्र तृतीयपरिच्छेदः अत्र उच्चरितमपि इति अस्ति ततः आरम्भणीयं मेहुल् महोदय पठति वा अत्र उच्चरितमपि यदि न ज्ञानविषयः पदं तदा न जायते शाब्दबोधः अन्यच्च पुस्तकपठनादौ अनुच्चरितमपि तत् ज्ञातं सत् बोधयति इति अनुभवः अतः उच्चारणम् इत्यत्र ज्ञानमेव विवक्षितं तच्च पदविषयकं ज्ञानम् अविलम्बेन व्यवधानाभावेन अत्र च ज्ञानानाम् अव्यवधानेन अलं न तु तदपि ज्ञातव्यम् इति भावः अस्तु अत्र उच्चारितमपि यदि न ज्ञानविषयः पदम् पदम् इति ज्ञानविषयः न नास्ति इति यदि उच्चारितम् उच्चारितम् अपि यदि तदा न जायते शाब्दबोधः अत्र अहं चिन्तयामि अत्र शाब्दबोधः न जायते यदा पदम् इति उच्चारितं पदम् इति ज्ञानविषयः नास्ति तदा शाब्दबोधः न जायते तादृशं नास्ति अत्र उदाहरणम् उक्त्वा प्रदर्शयतु अत्र पश्यतु उच्चारितमपि पदं तर्हि किमपि पदं वक्तव्यं भवता येन यत् पदं न ज्ञानविषयः अस्ति. ज्ञानविषयः भवान् किमपि इदानीम् उच्चारयतु यत् पदं ज्ञानविषयः नास्ति तादृशं किमपि उच्चारयतु. ज्ञानविषयः नास्ति इत्यस्य अर्थः इत्युक्ते विवक्षा नास्ति इति वा? नास्ति. यथा मया अहं बहुवारं वदामि गगबुगै तदेव मनसि आगच्छति गगबुगै, परन्तु तत्तु ज्ञानविषयः तद् ज्ञानविषयः नास्ति इति कथं भवति? यतोहि अत्र गगबुगै यदि अहं घटः इति उच्चारयामि तर्हि घटः इति पदे विद्यमानशक्तिः पदार्थं बोद्धुं या शक्तिः तस्य ग्रहणं भवति खलु. एवम् अत्र गगबुगै इति यदि अहं वदामि भवान् किमपि अवगच्छति किम्? हा तर्हि अत्र उच्चारितमपि पदं गगबुगै इति पदं यदि न ज्ञानविषयः इत्युक्ते गगबुगै इत्यस्य अर्थः न ज्ञायते चेत् तदा न जायते शाब्दबोधः. तत्र प्रथमं यद् उदुक्तं प्रथम पदज्ञानम् इति उक्तं खलु, पदज्ञानम् इति प्रथमा सामग्री. तदेव ज्ञानविषयः इत्युक्तं. पदज्ञानं नाम किं? ज्ञानविषयः. अस्तु तर्हि यदि अत्र उच्चारितमपि पदं गगबुगै इति पदं यदि न ज्ञानविषयः इत्युक्ते तस्य अर्थबोधः न जायते चेत् तदा न जायते शाब्दबोधः इत्युक्ते तत्र शक्तिः भवेत् ईश्वर इच्छा इति किमपि भवेत् अथवा पितृरिच्छा इति किमपि भवेत्. यदि मम पौत्रः जातः इति चिन्तयतु तर्हि इदानीम् अस्य पौत्रस्य नाम अस्ति गगबुगै इति नामकरणं यदि अहं ददामि तदा इदानीम् एतत् पदं ज्ञानविषयः भवति खलु. तावत्पर्यन्तं न ज्ञानविषयः. अस्तु अग्रे अन्यच्च. अन्यच्च पुस्तकपठनादौ अनुच्चरितमपि तत् ज्ञातं सत् बोधयति इति अनुभवः. इत्युक्ते अन्यत्र यदि किमपि पुस्तकं वयं पठनं कुर्मः पुस्तकस्य, तर्हि तत्र अनुच्चरितं किमपि पदमस्ति तथापि तत् ज्ञातम् इत्युक्ते तस्य ज्ञानं भवति, तत् तस्य बोधनं तस्य बोधः जायते इति अनुभवः अस्ति. अतः अत्र उच्चारणम् इत्यत्र ज्ञानम् एव विवक्षितं, ज्ञानस्यैव विवक्षा अस्ति इति उच्चारणम् इत्यस्य अर्थः भवति. अस्तु अस्मिन् परिच्छेदे कस्मिन् विषये चिन्तनम्? अत्र व्यवधान अभावः इति पदविष अत्र पदज्ञानम् इत्यस्य विषये अस्ति. अत्र व्यवधानस्य अभावः भवेत् तदा एव ज्ञानं भवति इति. न न न महोदय, अस्तु अत्र पूर्वस्मिन् परिच्छेदस्य आरम्भवाक्यं पठतु. क्रमप्राप्तमासक्तिः आसक्तिं लक्षयति पदानाम् इति. हा तर्हि कस्मिन् विषये चिन्तनम् इदानीम्? अत्र आसक्तेः यत् लक्षणवाक्यमस्ति ग्रन्थे पदानां आसक्तिः इति तृतीया सामग्री वस्तुतः चतुर्थसामग्री अस्ति खलु. प्रथमं तु पदज्ञानं, द्वितीयं तु आकाङ्क्षा, तृतीयं तु योग्यता, चतुर्थं तु सन्निधिः. सन्निधिः अथवा आसक्तिः. आसक्तिः अस्तु तर्हि इदानीं चिन्तनम् आसक्तिः इत्यस्मिन् विषये. तत्र मूलग्रन्थकारेण कथं लक्षितम्? उपरि अस्ति, एकनिमिषं पश्यामि तत्र योग्यता स्वरूपम् पदानां पदानाम् अविलम्बेन उच्चारणं सन्निधिः अविलम्बेन उच्चारणं सन्निधिः सत्यं खलु पदानाम् अविलम्बेन उच्चारणं सन्निधिः तर्हि पदानाम् इत्यत्र पदम् इत्यस्य अर्थः कः इति वयं जानीमः पूर्वमेव निरूपितम् खलु इदानीं पदानाम् अविलम्बेन अविलम्बेन इत्यस्य अर्थः कः अव्यवधान इत्युक्ते अत्र व्यवधानरहित इति अत्र परिष्कृतं खलु आवश्यकव्यवधान अतिरिक्तव्यवधानम् अकृत्वा उच्चारणम् आवश्यकव्यवधानं भवेत् आवश्यकव्यवधान अतिरिक्तव्यवधानम् अकृत्वा यदा उच्चारणं कुर्मः तदा अविलम्बेन उच्चारणम् इति भवति आवश्यकव्यवधान अतिरिक्तव्यवधानं वर्जनेन अविलम्बेन तर्हि अविलम्बः इत्युक्ते किम् आवश्यकव्यवधान अतिरिक्तव्यवधानवर्जनम् इति तर्हि इदानीं तर्हि पदानाम् इत्यस्य अर्थः अस्माभिः ज्ञातः अविलम्बेन इत्युक्ते किम् इति ज्ञातः तर्हि इदानीम् उच्चारणम् इत्यस्मिन् विषये चिन्तनम् उच्चारणम् इत्यस्मिन् विषये चिन्तनम् उच्चारणम् इत्युक्ते सामान्यतया भवान् किम् अवगच्छति उच्चारणम् इत्युक्ते कोऽपि वदति वर्णानाम् उच्चारणं करोति वदति यदि मनसि वदति तर्हि उच्चारणं भवति वा तत् न न न मनसि न उच्चैः वक्तव्यं खलु उच्चैः वक्तव्यं श्रोतुम् अन्येन तस्य श्रोत्रियेन्द्रियेण श्रूयेत तदा उच्चारणम् इति भवति खलु तर्हि इदानीम् अत्र लक्षणवाक्ये उच्चारणम् इति पदं प्रयुक्तम् पदानाम् अविलम्बेन उच्चारणं सन्निधिः इति उच्चारणम् इति पदं लक्षणवाक्ये प्रवेशितम् अस्तु तर्हि इदानीं कोऽपि वदति अहं पुस्तकं पठन् अस्मि पुस्तके पुस्तके पदानि एव सन्ति किन्तु अहम् एवमेव पठामि अत्र उच्चारणं कृत्वा न पठामि तथापि बोधः जायते हा तदापि बोधः जायते खलु मनसि पठति चेत् तर्हि उच्चारणम् अकृत्वा अपि बोधः जायते अपि च यदि कोऽपि वदति गगबुगै इति वदति तत्र उच्चारितमपि पदज्ञानं न जायते तर्हि उच्चारणं कृत्वा उच्चारणम् इति लक्षणवाक्ये यदुक्तं तत् कथम् अवगन्तव्यम् इत्यस्मिन् विषये इदानीं चिन्तनम् अतः प्रथमवाक्ये किं लिखितम् उच्चारितमपि यदि पदं न ज्ञानविषयः तदा शाब्दबोधः न जायते अनुच्चारितमपि बोधः जायते यदि पदं ज्ञातं सत् बोधः जायत्येव इति अनुभवः अतः इदानीं पठतु अतः अतः उच्चारणम् इत्यत्र ज्ञानम् एव विवक्षितम् तर्हि उच्चारितम् इति पदं यद् लक्षणवाक्ये दृश्यते तत्र साक्षात् उच्चारणं भवति चेदेव शाब्दबोधः जायते इति न अवगन्तव्यम् विवक्षा का उच्चारणम् इति पदस्य विवक्षा का ज्ञानम् ज्ञानम् इति एव विवक्षा अस्तु अग्रे तच्च पदविषयकं ज्ञानम् अविलम्बेन अस्तु व्यवधानाभावेन इति भवेत् अस्तु तर्हि व्यवधान मा भवेत् इति अत्र पदविषयकं ज्ञानं तदेव उच्चारणम् अस्ति तत्तु अविलम्बेन भवेत् इति अस्ति अथवा व्यवधान अभावेन भवेत् इति अग्रे अत्र च ज्ञानानाम् अव्यवधानेन अलम् अत्र अलम् इत्यस्य योगे तृतीया भवति यतः ज्ञानानाम् अव्यवधानेन इत्युक्ते अव्यवधानेन एव ज्ञानं भवति इति न तु तदपि ज्ञातव्यम् इति भावः अस्तु अत्र अभावः व्यवधानाम् अव्यवधानानाम् अभावः भवेत् न तु ज्ञातव्यम् इति भावः न भवेत् परन्तु अविलम्बेन एव पदानां शाब्दबोधः अविलम्बेन यदि वदति चेत् एव आवश्यकव्यवधानेन वदति चेदेव शाब्दबोधः जायते अस्तु तर्हि पदानाम् अविलम्बेन उच्चारणं सन्निधिः इति मूलग्रन्थकारेण यदुक्तं तद् यदिदानीम् अस्माभिः अधीतं तद् अनुसृत्य परिष्कृतं कृत्वा वदति वा अस्तु पदानां तत्र अविलम्बेन इत्युक्ते आवश्यकव्यवधान अतिरिक्तव्यवधानम् अकृत्वा ज्ञानम् इति अकृत्वा इत्यस्मिन् स्थाने वर्जनेन इति वदतु आवश्यकव्यवधान अतिरिक्तव्यवधानवर्जनेन पूर्वस्मिन् परिच्छेदे अन्तिमवाक्ये लिखितमस्ति खलु अविलम्बेन इत्युक्ते किम् आवश्यकव्यवधान अतिरिक्तव्यवधानवर्जनेन तर्हि पदानाम् आवश्यकव्यवधान अतिरिक्तव्यवधानवर्जनेन ज्ञानं सन्निधिः इति तर्हि अत्र पश्यतु ज्ञानं सन्निधिः इति उक्तम् अत्र ज्ञानम् इति इत्यस्य अर्थः कः ज्ञानम् इत्यस्य अर्थः अहं चिन्तयामि अत्र ज्ञानविषयः इति वा पदविषयकं ज्ञानम् इति वदति चेत् अर्थबोधः जायते वा पदानां आवश्यकव्यवधान अतिरिक्तव्यवधानवर्जनेन ज्ञानं सन्निधिः तत्र पदविषयकं ज्ञानं सन्निधिः इत्युक्ते किम् पदविषयकं ज्ञानम् इत्यस्य अर्थः कः हरिः ओम् प्रधानम् आवश्यकव्यवधानातिरिक्तव्यवधानवर्जनेन अत्र उच्चारणम् इति एव भवति परन्तु उच्चारणम् इत्युक्ते ज्ञानम् एव विवक्षितम् इति अस्ति उच्चारणम् इति वदामः चेत् कः क्लेशः भवति इति अवगतं खलु आम् अवगतम् तदेव तर्हि ज्ञानम् एव विवक्षितम् इति अस्ति तर्हि तत्र पदानां पदानाम् आवश्यकव्यवधानातिरिक्तव्यवधानवर्जनेन विवक्षितज्ञानं सन्निधिः पुनः वदतु पदानां आवश्यकव्यवधानातिरिक्तव्यवधानवर्जनेन विवक्षितज्ञानं सन्निधिः इति नास्ति विवक्षितं ज्ञानं विवक्षितज्ञानम् अथवा अस्तु अत्र पश्यतु कथम् अवगन्तव्यं चेत् पदानां ज्ञानम् इति स्थापयतु पदानां ज्ञानम् आवश्यकव्यवधान अतिरिक्तव्यवधानवर्जनेन यदा जायते तदा तत्र सन्निधिः वर्तते अथवा आसक्तिः वर्तते तत्र किञ्चित् वैपरीत्यं करणीयम् इत्युक्ते ज्ञानं यदि आवश्यकव्यवधान अतिरिक्तव्यवधानवर्जनेन जायते तदा सन्निधिः इत्युक्ते आवश्यकव्यवधान अतिरिक्तव्यवधानवर्जनेन यदा उच्चारयामः तदा ज्ञानं जायते इति नास्ति. पदानां ज्ञानम् आवश्यकव्यवधान अतिरिक्तव्यवधानवर्जनेन भवति चेत् सन्निधिः, तदा सन्निधिः अस्ति. तर्हि सन्निधिः कुत्र अस्ति इदानीम्? सन्निधिः अस्ति आवश्यकव्यवधानातिरिक्तव्यवधानवर्जने. आवश्यकव्यवधान अतिरिक्तव्यवधानवर्जनम् इति क्रिया अस्ति खलु? सत्यं. क्रियायां सन्निधिः न भवति, पदेषु एव भवति. यथा पदज्ञानं पदे वर्तते, यथा आकाङ्क्षा अपि पदे वर्तते, यथा योग्यता अपि पदे वर्तते, तथा आसक्तिः अपि पदे एव वर्तते. किन्तु सन्निधिः पदेषु वर्तते इति कदा वक्तुं शक्नुमः? यदा आवश्यकव्यवधान अतिरिक्तव्यवधानवर्जनेन करणमस्ति. आवश्यकवेधव्यवधानेन आवश्यकव्यवधान अतिरिक्तव्यवधानवर्जनेन तेषाम् उच्चारणम् अथवा पठनम् इति किमपि भवतु, तदा आसक्तिः अस्ति. कुत्र? पदे अथवा पदेषु आसक्तिः अस्ति इति वक्तुं शक्नुमः. अतः एव अत्र ग्रन्थकारेण लिखितम्, अत्र च ज्ञानानाम् अव्यवधानेन अलम्, न तु तदपि ज्ञातव्यम् इति भावः. इत्युक्ते यदि एतादृशम् अस्ति इति ज्ञातं चेत् इति न वक्तव्यम्. इत्युक्ते सन्निधिः अस्ति वा इति नास्ति. यदा अर्थबोधः जायते तदा सन्निधिः अस्ति इति वक्तुं शक्यते. सन्निधिः सन्निधेः ज्ञानमस्ति चेद् एव शाब्दबोधः जायते इति नास्ति. न तु तद् अपि ज्ञातव्यम् इत्युक्ते तद् इत्युक्ते सन्निधिः. सत्यम्. तर्हि यथा आकाङ्क्षा अस्ति चेदेव ज्ञान शाब्दबोधः जायते. तर्हि आकाङ्क्षा अस्ति वा न वा इति कथं निर्णेतुं शक्नुमः? शाब्दबोधः न जायते चेत् आकाङ्क्षा नास्ति इति. एवं सर्वत्रापि योग्यता अपि एवमेव, सन्निधिः अपि एवमेव, सर्वं प्रागभावः इव. अस्तु, धन्यवादः महोदय. अग्रे गच्छामि. धन्यवादः. हा, इदानीं सत्यभौमा भगिनी पठति वा? आं महोदय. सूक्तिलेलन्दिका. सूक्ति अस्य अर्थः कः महोदय? सूक्तिलेलन्दिका उक्तिः मीन्स् वचनं. सूक्तिः मीन्स् गुड् वचनं. सुभाषितं तादृशं. योग्यता ललन्तिका. ललन्तिका नाम माला, गार्लेण्ड्. सूक्ति ललन्तिका मीन्स् ए गार्लेण्ड् दट् इस् मेड् आफ् फ्लवर्स् विच् आर् गुड् वर्ड्स्. सो गार्लेण्ड् आफ् गुड् वर्ड्स्. योग्यता बहुत्र चैतन्यस्य एव. चेतनस्य एव, चैतन्यं न, क्षम्यता, चेतनस्य एव. अत्र इदं चिन्त्यते. चेतनं नाम किम्? चैतन्यस्य भावः. चेतनस्य भावः चैतन्यं. मम प्रश्नः किं? चेतन नाम चैतन्यं नाम किम् इति मया न पृष्टम्. यस्मिन् चैतन्यमस्ति तादृशवस्तु कथम् वक्तव्यं? जीव चेतनस्य एव इति उक्तं. यस्य जीवः अस्ति तत् चेतनम् इति वदामि. यः जीवन् अस्ति सः चेतनः. तर्हि योग्यता बहुत्र चेतनस्य एव इति उक्तम्. अस्तु, अग्रे. अत्र इदं चिन्त्यते, पूर्वोक्तरीत्या खडं खडम् इत्यत्र वाक्यत्वे अपि इत्यस्य वाक्यत्वे अपि तत् वाक्यात् निराकाङ्क्षाबोधः न उपजायते. निराकाङ्क्षबोधः, निराकाङ्क्षाबोधः नास्ति, निराकाङ्क्षबोधः न उपजायते. द्वितीयादिना बोधितस्य कारकस्य धात्वर्थमात्र अपेक्षितत्वेन तत् बोधकपद अपेक्षायाः सार्वाधिकत्वात् किमर्थं सार्वाधिकत्वात् इति पठ सार्वधिकत्वात् सार्वधिकत्वात् सा च क्रिया कृतिजन्या इति आख्यातेन तस्यापि बोधः सापि कृतिः छेदनधर्मः इति चैत्रादिछेदनवाचकपदमपि आवश्यकम्. एवञ्च आख्यातेन कृतिबोधने अपि यदि प्रथमान्तं छेदनवाचकपदं न भवति च अचेतन अचेतनपरं घटाधिपदं तदा तादृशकृतेः खडे बाधनिश्चयात् ग्रामं गच्छति घटः इत्यादि वाक्यात् न बोधः. इदानीम् अत्र इदं चिन्त्यते, एतादृशं चिन्तनं पूर्वोक्तरीत्या खडम् इत्यत्र वाक्यत्वे अपि तत् वाक्यात् निराकाङ्क्षबोधः न उपजायते. खडम् इति वाक्यमस्ति, तत् वाक्यात् कति पदानि सन्ति? पदद्वयं वर्तते, खड इति एकं पदम्, अम् इति द्वितीयं पदं, द्वितीयं पदं. तत्र अनेन वाक्येन शब्दबोधः, तद् वाक्यात् निराकाङ्क्षा न उपजायते. अनयोः आकाङ्क्षा वर्तते, तत् वयं दृष्टवन्तः एव. एतत् इदानीं द्वितीया घटम् इति यदि वदामः चेत् अनयोः मध्ये आकाङ्क्षा वर्तते इति, निराकाङ्क्षा न उपजायते. आकाङ्क्षा अस्ति इति एव, निराकाङ्क्षा न उपजायते इति नास्ति, अत्र किं लिखितमस्ति? निराकाङ्क्षा बोधः न उपजायते. किं न उपजायते? निराकाङ्क्षाबोधः खलु पदे. निराकाङ्क्षा आकाङ्क्षा न जायते इति नास्ति, निराकाङ्क्षा इति तस्य अर्थः किं न जायते? इदानीं खडम् इति यदि वदति तर्हि निराकाङ्क्षा न जायते इति. किमर्थं निराकाङ्क्षा नाम किम्? आकाङ्क्षायाः अभावः. तर्हि निराकाङ्क्षा न जायते इति एव लिखितं वा अत्र? पुनः पठित्वा वदामि. अत्र किं लिखितं? निराकाङ्क्षा तदनन्तरं किं? बोधः. निराकाङ्क्षबोधः न जायते इति लिखितं, निराकाङ्क्षा न जायते इति न लिखितम्. तर्हि अहमिदानीं घटम् इति वदामि, घटम् इति सम्पूर्णं वाक्यं खलु, यस्मिन् वाक्ये पदद्वयमस्ति तर्हि वाक्यत्वमस्ति. तर्हि केवलं घटम् इति अहं वदामि, तत्र बोधः जायते वा न जायते वा? बोधः जायते. हा अस्तु, तर्हि बोधः जातः, इदानीं घटम् इति मया उच्चारितं, तर्हि इदानीं श्रुत्वा भवती किं करोति? केवलं घटम् इति मया उच्चारितं, किं करोति? तत्र पुनः किमपि वक्तव्यं, तदा एव किम् अत्र इदानीम् उक्तवती खलु किमपि इतोपि वक्तव्यम् इति किमर्थम् एतादृशं वदति इति चेत् तत्र आकाङ्क्षा न पूरिता अतः निराकाङ्क्षबोधः न जातः निराकाङ्क्षा इति बोधस्य विशेषणमस्ति निराकाङ्क्षबोधः आकाङ्क्षा घटम् इति भवतया श्रुतं तेन बोधः जातः किन्तु बोधः जायतः किन्तु साकाङ्क्षाबोधः एव जातः न तु निराकाङ्क्षबोधः अतः एव भवती इदानीमपि तिष्ठति हा भोः इतोपि किञ्चित् वदतु इति घटम् इति भवता उक्तं तद् मया अवगतं किन्तु किं घटम् आनय इति वदति वा घटं ताडय इति वदति वा किं वदति इति निराकाङ्क्ष यद्यपि बोधः जायते तथापि निराकाङ्क्षबोधः न जायते खलु निराकाङ्क्षबोधः न जायते तदेव अत्र उक्तं निराकाङ्क्षबोधः न जायते इति उक्तं निराकाङ्क्षा न जायते इति मा वदतु अस्तु अग्रे द्वितीयादीना बोधितस्य कारकस्य धातुत्वमात्र अपेक्षितत्वेन तत् बोधकपद अपेक्षयाः सार्वधिकत्वात् द्वितीयादीना बोधितस्य कारकस्य घटम् इत्यत्र कर्म तु कारकमस्ति धातुत्वमात्रम् अपेक्षितत्वेन तत् बोधकपद अपेक्षायाः अत्र किञ्चित् वदतु महोदय किं विना अवगतवती धातुत्वमात्र अपेक्षितत्वेन इत्युक्ते खडम् इति यदि वदामः चेत् तत्र किम् इतोपि किमपि वक्तव्यं तत् कुत्र तस्य धातुर्थे तस्य अन्वयः इति वा न घटम् इत्यत्र घटयोग अम् अम् इति किं कर्मत्वं द्वितीय कर्मत्वं बोधयति किन्तु पदं द्वितीयविभक्तिपदं द्वितीयप्रत्ययः अस्ति खलु अम् इति प्रत्ययः घट इति प्रकृतिः अम् इति द्वितीयान्तप्रत्ययः अस्ति द्वितीयः प्रत्ययः अस्ति द्वितीयादिना बोधितस्य कारकस्य किं कारकस्य कर्मत्वकारकस्य कर्मकारकस्य धात्वर्थमात्रम् अपेक्षितत्वेन अत्र कारकत्वं यदा अवबुध्यते इति चेत् तत्र धात्वर्थं यदा धातुः उच्चारयामः तदा एव अत्र अर्थबोधः जायते खलु अत्र कर्मकारकं किं दातुं निरूपयति किं व्यापारं निरूपयति इति इतोपि आकाङ्क्षा वर्तते तद् न उक्तं किन्तु यदि केवलं घटम् इति एव अहं वदामि तत्र घट इति प्रकृतिः अम् इति द्वितीयान्तप्रत्ययः तेन प्रत्ययेन कर्मकारकत्वम् इति ज्ञानं जायते किन्तु कर्मकारकत्वं नाम किं क्रियाजनकत्वं खलु कां क्रियां कर्म जनयति इति न ज्ञायते चेत् धात्वर्थमात्र अपेक्षितत्वेन तद्बोधक अपेक्षायाः सार्वधिकत्वात् इत्युक्ते यावत्पर्यन्तं धातुः न उच्चारयामः तावत्पर्यन्तं कर्मत्वं न अवबुध्यते अम् इत्यस्य अम् इति द्वितीयान्तप्रत्ययः कर्मत्वं बोद्धुं विधीयते इति तु सत्यं किन्तु अनेन कर्मत्वेन कां क्रियां जनयामः इति यावत्पर्यन्तं न वदामः तावत्पर्यन्तम् अर्थबोधः निराकाङ्क्षबोधः न जायते खलु तदेव प्रोक्तं धात्वर्थमात्र अपेक्षितत्वेन इति कारणात् अत्र हेतुतृतीया धात्वर्थमात्र अपेक्षितत्वेन यावत्पर्यन्तं धातुः न उक्तः तावत्पर्यन्तं कर्मत्वं न अवबुध्यते यद्यपि अम् इति प्रत्ययस्य कर्मत्वम् अर्थः यावत्पर्यन्तं तत्र धातुः न उच्चारयामः तावत्पर्यन्तं कर्मत्वं घट इति पदे विद्यमानकर्मत्वं न अवबुध्यते तद्बोधक अपेक्षायाः सार्वधिकत्वात् इत्युक्ते अत्र धातुः वक्तव्यः एव तावत्पर्यन्तम् अम् इत्यस्य सम्पूर्ण अर्थः न जायते इति उक्तम् अस्तु तदेव तदेव निराकाङ्क्षाबोधः इति प्रथमम् हा निराकाङ्क्षबोधः न उत्पद्यते साकाङ्क्षबोधः उत्पद्यते साकाङ्क्षबोधः नाम किं घट इत्यनेन घट इति प्रकृत्या घटपदार्थः इति बोधः जातः अम् इति प्रत्ययेन कर्मत्वबोधः जातः किन्तु इदानीम् आकाङ्क्षा पूरिता वा इति चेत् न यावत्पर्यन्तं धातुः न उच्चारयामः तावत्पर्यन्तं न जायते इति उक्तम् अस्तु अग्रे सा च क्रिया सा च क्रिया कृतिजन्या इति आख्यादेन तस्यापि बोधः घटम् आनयति आनयति इति वदामः चेत् अत्र तिङ्प्रत्ययेन आख्यातम् उक्तः अस्ति आख्यातप्रत्ययेन कृतिः उक्तः अस्ति अतः तेन कृतेः अपि बोधः जायते आख्यातप्रत्ययेन कृतिः उक्तः अस्ति सत्यं सत्यं सापि कृतिः सापि कृतिः चेतनधर्मः इति चैतन्यादि चैत्रादिचेतनवाचकपदम् अपि आवश्यकं सा च कृतिः कुत्र अन्येति इति चेत् चैत्रे छेदने कश्चन छेदनधर्मः अस्ति आत्मनिष्ठ आत्मनिष्ठगुणः अस्ति कृतिः उत्तमं अतः छेदनधर्मः इति अतः तदपि आवश्यकम् यावत्पर्यन्तम् अत्र घटम् इति यद्यपि वाक्यमस्ति तत्र घटम् इति श्रुत्वा शाब्दबोधः जायते किन्तु निराकाङ्क्षशाब्दबोधः न जायते किम् आकाङ्क्षते इति चेत् प्रथमं धातुः आकाङ्क्षते तत्र केवलं धातुः यदि घटं नी इति केवलं नी इति धातु एव वदामि तदापि अर्थबोधः न जायते आनय इति तत्र आख्यातप्रत्ययः अपि योजनीयः तर्हि आख्यातप्रत्ययः आख्यातप्रत्ययस्य अर्थः कः कृतिः खलु सा च कृतिः कुत्र वर्तते चेतने आत्मनि एव वर्तते जीवात्मनि वर्तते खलु तर्हि यावत्पर्यन्तम् अत्र स च जीवात्मा कः इति बोधः न जायते तावत्पर्यन्तं घट इत्यस्माद् विद्यमानप्रत्ययस्य अर्थबोधः न जायत्येव यदि घटमानय इति तत्र मम पुरतः यानमस्ति यानं मीन्स् वेहिकल् अस्तु तर्हि तत् यानं दृष्ट्वा घटमानय इति यदि अहं वदामि तर्हि यद्यपि घटमानय इति वाक्ये घट अपि च अम् तदनन्तरम् आ नि इति प्रत्ययः तदनन्तरम् अत्र आख्यातप्रत्ययः इति एतत् सर्वम् अस्ति तथापि यानं दृष्ट्वा यानम् उद्दिश्य हे यानं घटमानय इति यदि अहं वदामि तत्र अर्थबोधः जायते किम् न जायते हा इति कृत्वा चैत्रादिचेतनवाचकपदमपि आवश्यकम् कमपि चेतनम् उद्दिश्य हे राम घटमानय इति यदि अहं वदामि तदा अर्थबोधः जायते अस्तु एवञ्च एवञ्च आख्यातेन कृतिबोधने अपि यदि प्रथमान्तं चेतनवाचकपदं न भवति भवति च अचेतनपरं घटादिपदं तदा तादृशकृतेः घटे बाधनिश्चयात् ग्रामं गच्छति घटः इत्यादि वाक्यात् न बोधः तत्र इदानीं कृतिबोधने अपि यदि प्रथमान्तचेतनवाचकपदं न भवति चेत् तत्र घटम् इत्यादि अचेतनपदम् अस्ति चेत् शाब्दबोधः न जायते अस्तु, तर्हि अत्र उदाहरणमस्ति खलु, तत् स्वीकृत्य वदतु। घटे ग्रामं गच्छति घटः इति वदामः चेत् तत्र घटः इति अचेतनपदम् अस्ति, अतः घटे तादृशधर्मः नास्ति। तादृशधर्मः कीदृशधर्मः अस्ति? गमनक्रिया, गमनव्यापारं, गमनानुकूलव्यापारं गच्छति इति उत्तरदेशसंयोग अनुकूलकृति। घटः इति अचेतनम् अस्ति इति कृत्वा घटे किं नास्ति? कृतिः नास्ति इति वदतु। घटः इति पार्थिवद्रव्यं न तु आत्मा। तर्हि घटः इति पार्थिवद्रव्यमस्ति, अचेतनवस्तु अस्ति इति कृत्वा घटे कृतिः नास्ति। घटे कृतिः नास्ति इति कृत्वा किं किं न भवति? कृति इति आख्यातप्रत्ययेन सामान्यचिन्तनं करोतु भगिनि, अत्र आख्यातप्रत्ययं वदतु। प्रथमं कृत्या किं जायते? क्रिया, हा सत्यं खलु, क्रिया न जायते। तर्हि अत्र घटः अचेतनः इति कृत्वा घटे कृतिः नास्ति। कृतिः नास्ति चेत् किं न जायते? क्रिया, गमनक्रिया न जायते। सत्यं, गमनक्रिया न जायते। गमनक्रिया न जायते चेत् तत्र ग्रामम् इत्यत्र यत् कर्मत्वं विद्यते तत्र योग्यता नास्ति खलु? नास्ति। ग्रामम् इत्यत्र यः यद् अम् इति प्रत्ययः अस्ति, कर्मबोधकप्रत्ययः अस्ति, तस्मिन् प्रत्यये योग्यता नास्ति। किं नास्ति, किं प्रति योग्यता नास्ति? गमनक्रियां निरूपयितुं, गमनक्रियां जनयितुं कारकत्वेन, कर्मकारत्वेन, कर्मकारकत्वेन गमनक्रियां जनयितुं योग्यता नास्ति इति कृत्वा यद्यपि ग्रामं गच्छति घटः इत्यत्र सर्वमस्ति, अत्र ग्रामम् इत्यत्र ग्राम इति पदं समीचीनपदमस्ति, तत्र अम् इति प्रत्ययः कर्मकारकबोधकप्रत्ययः अस्ति, गच्छति इत्यत्र गम् इति धातुः अस्ति, तत्र ति इति आख्यातप्रत्ययः अस्ति, घटः इति मुख्यविशेषः अस्ति, सर्वमस्ति। तर्हि इदानीं पदज्ञानमस्ति वा? सामग्री पदज्ञानमस्ति वा? अस्ति। आकाङ्क्षा अस्ति वा? अस्ति। सन्निधिः अस्ति वा? अस्ति। किं नास्ति? निराकाङ्क्षापदबोधः इति मा वदतु, अत्र यु शुड् नाट् आन्सर् अकेडेमिकलि भगिनि। इदानीं शाब्दबोधं जातुं काः सामग्र्यः अपेक्षिताः? पदज्ञानम्, आकाङ्क्षा, योग्यता, सन्निधि। हा, एषु एषु चतुर्षु सामग्र्येषु मध्ये घटः ग्रामं गच्छति अथवा ग्रामं गच्छति घटः इति वाक्यं श्रुत्वा शब्दबोधः न शाब्दबोधः न जायते। तर्हि अस्य कारणं किं? किं नास्ति अत्र? किं किम् अस्ति अत्र? शाब्दबोधः अस्ति इदानीं। शाब्दबोधः अस्ति वा न वा? शाब्दबोधः नास्ति खलु, शाब्दबोधः अस्ति इति मा वदतु, शाब्दबोधः नास्ति। ग्रामं गच्छति घटः इति यदि अहं वदामि भवती हसति खलु, भोः किं भवान् वदति, कथं वा घटः ग्रामं गच्छति? तर्हि शाब्दबोधः न जातः, ग्रामं गच्छति घटः इति वाक्यं श्रुत्वा शाब्दबोधः न जायते, तस्य कारणं किम्? अत्र योग्यता नास्ति, कृति घटे कृति नास्ति, अत्र योग्यता नास्ति। योग्यता, पदज्ञानम् अस्ति, आकाङ्क्षा अस्ति, सन्निधिः अस्ति, किन्तु किं नास्ति? योग्यता नास्ति। तर्हि योग्यता नास्ति इति चेत् अत्र किमर्थं योग्यता नास्ति? घटनिष्ठ वदतु। घटे कृति नास्ति, अतः खडे इदानीं तादृशव्यापार अनुकूल नास्ति. उत्तमं. तर्हि घटः चेतनः नास्ति इति कृत्वा घटे कृतिः नास्ति. घटे कृतिः नास्ति, कृतिः नास्ति इति कृत्वा गमनक्रिया न जायते. गमनक्रिया न जायते चेत् कथं वा ग्राम इत्यस्माद् विद्यमान अम् इति प्रत्ययः गमनक्रियां जनयति? तर्हि अन्ततो गत्वा अम् इति प्रत्यये गमनक्रियाजनकत्वं नास्ति. अम् इति प्रत्यये गमनक्रिया जनयितुं योग्यता नास्ति. किन्तु सा योग्यता किमर्थं नास्ति इति चेत् घटः इति अचेतनः इति कृत्वा. सामान्यतया अम् इति प्रत्ययस्य गमनक्रिया जनयितुं योग्यता अस्ति सामान्यतया. यदि अत्र घटः इत्यस्मिन् स्थाने रामः इति स्थापयामि तदा अम् इति प्रत्यये योग्यता आगता खलु. ग्रामं गच्छति रामः इति वदामि चेत् अत्र अम् इति प्रत्यये योग्यता अस्ति. का योग्यता? गमनक्रियां जनयितुं योग्यता अस्ति. किन्तु तत्र अचेतनः मया उक्तः, घटः इति उक्तः इति कृत्वा अम् इति प्रत्यया योग्यता अस्ति, सा योग्यता अपगता इति उक्तम् इत्यादि वाक्यात् न बोधः. किम्? सो यु केन् सी हौ वाट् लेवल् आफ् सटलिटि द थिङ्किङ्ग् इस्. अस्तु, धन्यवादः भगिनि. अग्रे इदानीं स्वयं महोदय पठति वा? अतः स्वयं महोदय महोदय अतः सत्यम् अन्तिमपरिच्छेदः अस्ति खलु 321. अतः आख्यातार्थकृतिप्रकारकशाब्दबोधे प्रथमान्तचेतनबोधकपदेन एव योग्यतानिर्वाहः इति आद्यः नियमः कल्प्यः. अत्रैव च दर्शितरीत्या कर्मणि प्रयोगे सति तृतीयान्तं चेतनवाचकपदम् आवश्यकम्. अत एव चैत्रेण गम्यते ग्रामः इति वाक्यात् भवति बोध. न भवति च घटेन गम्यते ग्रामः इत्यत्र. अतः कर्मणि प्रयोगे कर्तृत्वबोधाय चेतनवाचकतृतीयान्तपदसत्त्वे एव योग्यता निर्वाहः बोधश्च नान्यथा इति नियमश्च कल्प्यः. चेतनत्व आवश्यक. पुनः वाक्यशः पश्येम. अतः आख्यातार्थ कृति प्रकारकशाब्दबोधे प्रथम इत्युक्ते किम्? शाब्दबोधे कृतेः आवश्यकम्. अत्र आख्यातार्थ आख्यात नाम किम्? शब्दः महोदय नास्ति. आख्यात इति पारिभाषिकशब्दः अस्ति, टेक्निकल् वर्ड्. ग्रामं गच्छति घटः इत्यत्र आख्यातः कः? ग्रामयोगः ग्रामं गच्छति घटः इत्यस्मिन् वाक्ये आख्यातः कः? मेल्मध्ये वदतु. तिङ् प्रत्ययः इति आख्यातः. सत्यं, ति इति प्रत्ययः. ग्रामं गच्छति घटः इत्यस्मिन् वाक्ये आख्यातः कः इति चेत् उत्तरमस्ति ति. ति इति तिङ् प्रत्ययः, सः एव आख्यातप्रत्ययः. तेन आख्यातप्रत्ययेन किं बोध्यते? ति इति प्रत्ययः किं बोध्यते? कृतिः. हा, कृतिं बोध्यते. तर्हि तादृशशाब्दबोधे, आख्यातार्थकृतिप्रकारकशाब्दबोधे इत्युक्ते आख्यातप्रत्ययः उक्तः, येन आख्यातप्रत्ययेन कृतिः उच्यते, तादृशशाब्दबोधे. तर्हि तादृशशाब्दबोधः कीदृशशाब्दबोधः? अत्र भिन्नरीत्या प्रश्नं करोमि. कस्मिन् प्रयोगे आख्यातार्थकृतिप्रकारकशाब्दबोधः भवति? अत्र कर्मणिप्रयोगः, कर्मणिप्रयोगः, भावे प्रयोगः इति अस्ति खलु? आं महोदय. येषु प्रयोगेषु आख्यातार्थकृतिप्रकारकशाब्दबोधः कस्मिन् प्रयोगे जायते? गच्छति, कः गच्छति? तर्हि प्रथम कर्तरि. हा, ग्रामं गच्छति घटः इत्यत्र ति इति प्रत्ययः कस्मिन् अर्थे? एतत् कर्तरिप्रयोगः, कर्मणिप्रयोगः वा, भाव्यप्रयोगः वा? ग्रामं गच्छति घटः इति वाक्यं. घटः ग्रामं गच्छति तु कर्तरि एव महोदय. हा, तर्हि तदेव वक्तव्यं खलु, तदेव अहं पृच्छन्नस्मि. तर्हि ग्रामं गच्छति घटः इति वाक्यं कर्तरिप्रयोगः. किमर्थं कर्तरिप्रयोगः इति चेत् आख्यातार्थकृतिकारक कृतिप्रकारकशाब्दबोधः अस्ति एतत्. ति इति प्रत्ययेन मुख्यविशेष्ये कर्तरी विद्यमानकृतिः उच्यते इति कृत्वा कर्तरि. तर्हि आख्यातार्थकृतिप्रकारकशाब्दबोधे इत्युक्ते कर्तरिप्रयोगे इति अर्थः. अस्तु, कर्तरिप्रयोगे अग्रे. प्रथमान्त चेतनबोधकपदेन एव योग्यतानिर्वाहः इति आद्यः नियमः कल्प्यः. वदतु. प्रथमान्त शब्दः यः अस्ति तस्मिन् शब्दे एव शब्दे चेतनबोधकत्वम्. सम्पूर्णवाक्यं वदतु महोदय. एवम् उक्त्वा मध्ये मा स्थगयतु. तर्हि इदानीं भवता अवगतं वा न वा इति अहं जानामि. तदेव योग्यता इति महोदय. तदेव इत्युक्ते किं? सम्पूर्णवाक्यं वदतु. प्रथमान्त पदे यत् चेतनबोधकम् अस्ति तद् योग्यता इति नास्ति. तस्मिन् योग्यता भवति इति नास्ति. अत्र नियमः कल्प्यः, आद्यः नियमः कल्प्यः. कः नियमः कल्प्यः? प्रथमान्तचेतनबोधकपदेन एव योग्यतानिर्वाहः. तस्य अर्थः कः? अत्र केवलं पठति चेत् किं? भवान् अवगच्छति वा अत्र? नियमः कल्प्यः इति उक्तम्. तर्हि सामान्यभाषया भवता किम् अवगतमत्र? प्रथमान्तपदं कर्ता यः अस्ति तस्मिन् चेतनत्वं भवेत् इति. अथवा सः चेतनः भवेत् कदा? योग्यता आवश्यकं चेत्. न न न न अत्र पुनः पुनः तदेव वदति. अत्र तादृशं मा करोतु. सामान्यभाषया भवता किम् उक्तं, भवता किम् अवगतं, तदेव वक्तव्यम्. अत्र नियमः कल्प्यः, कः नियमः? सामान्यभाषया वदतु. कर्तरि चेतनत्वं भवेत् इति. कर्तरि चेतनत्वं भवेत् इति वाक्यस्य अर्थः एव नास्ति. इत्युक्ते महोदय क्षम्यतां, प्रथमान्त पदप्रयोगं यदस्ति तत् तस्मिन्. ऐ डोण्ट् नो वै आर् काम्प्लिकेटिङ्ग्. सामान्यभाषया वदतु महोदय. ग्रामं गच्छति घटः इति न नियमः कः? न तत् तद् भवतु. इदानीं नियमः कः? कर्तरिप्रयोगे नियमेन वदतु. कर्तरिप्रयोगे नियमेन यः प्रथमान्तः शब्दः यः प्रथमान्तः शब्दः इति किमर्थं वदति? अत्र यः प्रथमान्तशब्दः इत्युक्ते किं, सः कः? कर्तरिप्रयोगे प्रथमान्तशब्दः किं भवति? कर्ता भवति. तर्हि कर्ता इति वदतु खलु सामान्यभाषया. कर्तरिप्रयोगे नियमेन कर्ता किम्? कर्तरि चेतनत्वं भवेत्. पुनः तादृ चेतनः भवेत् खलु. कर्तरि चेतनत्वम् इति जाटिल्यं नावश्यकम्. कर्तरिप्रयोगे नियमेन कर्ता चेतनः भवेत् इति नियमः. तावदेव. वाट् हेस् बीन् सेड् इन् सो मेनि वर्ड्स् लैक् दिस्. सामान्यभाषया अवगन्तव्यं चेत् कर्तरिप्रयोगे कर्ता चेतनः एव भवेत् इति नियमः. आं महोदय, तत्तु मम मनसि बुद्धं. तर्हि तदेव अहं पृच्छन्नस्मि, यद् बुद्धं तत्र सामान्यभाषया वदतु इति. नो चेत् अत्र पुनः पुनः यद् लिखितमस्ति तदेव वक्तव्यं भवति. किन्तु अवगतं चेत् सामान्यभाषया अस्माभिः वक्तव्यं. यथा इदानीं मया उक्तम्, आख्यातार्थकृतिप्रकारकशाब्दबोधे प्रथमान्तचेतनबोधकपदेन एव योग्यतानिर्वाहः इति आद्यः नियमाकल्प्यः. इत्युक्ते किम् इति चेत् कर्तरिप्रयोगे कर्ता चेतनः भवति चेद् एव योग्यता अस्ति इति नियमः. किमर्थम् इति चेत् अत्र कर्तरि एव कर्तरि कर्तरि इति चेतने एव कृतिः जायते, कृत्या एव क्रिया जायते. क्रिया जायते चेदेव कर्मकारकत्वेन वा अन्येन कारकत्वेन तस्य निरूपकं तस्य निरूपणं भवितुमर्हति इति कृत्वा नियमः किं कल्प्यः इति चेत् कर्तरिप्रयोगे कर्ता चेतनः एव भवेत् तदा एव योग्यता अस्ति इति वक्तुं शक्नुमः इति नियमः. अवबुध्यते खलु? आम्. अस्तु अग्रे. अत्रैव च अत्रैव च कर्मणि प्रयोगे सति तृतीयान्तं चेतनवाचकपदम् आवश्यकम्. इदानीं कर्मणि तृतीयान्त पदं यदस्ति चेतनवाचकपदम् आवश्यकं द्वितीयनियमः. तर्हि अत्र ग्रामं गच्छति घटः इत्यत्र घटः इति चेतनः नास्ति इति कृत्वा अत्र योग्यता नास्ति इति उक्तं खलु. आम् महोदय. तर्हि इदानीं तत्र योग्यकर्ता योजयतु, घटमिति निष्कास्य योग्यकर्ता योजयतु. ग्रामं गच्छति घटः, ग्रामं गच्छति बालकः वा किम्? रामः. रामः इति उच्चारयामश्चेत् तत्र पुण्यः भवति खलु. पुण्यं भवति इति कृत्वा पुनः पुनः राम इति अहं वदामि. भवतु, तर्हि ग्रामं गच्छति रामः इति कर्तरिप्रयोग, एतदेव वाक्यं कर्मणि प्रयोगे वदतु, रामेण ग्रामः खलु, ग्रामः गम्यते, हा सत्यं, रामेण ग्रामः गम्यते इत्यस्ति इति कर्मणि प्रयोगे अपि कः नियमः, तृतीयान्तपदं यदस्ति रामेण इति चेतनः भवेत्, हा इति द्वितीयः नियमः, तर्हि कर्तरिप्रयोगे कर्ता चेतनः भवेत् इति चेत् योग्यता अस्ति इति प्रथमः नियमः, कर्मणि प्रयोगे तृतीयान्तपदं चेतनमस्ति चेत् योग्यता अस्ति इति नियमः, अस्तु अग्रे, अत एव चैत्रेण गम्यते ग्रामः, रामेण गम्यते ग्रामः इति वाक्यात् भवति बोधः, न भवति च घटेन गम्यते ग्रामः इत्यत्र, अवबुद्धं खलु अग्रे, बुद्धम्, अतः कर्मणि प्रयोगे कर्तृत्वबोधाय चेतनवाचकतृतीयान्तपदसत्त्वे एव योग्यतानिर्वाहः बोधश्च नान्यथा इति नियमश्च कल्प्यः, तदेव इदानीं, तर्हि कर्तरिप्रयोगे अथवा कर्मणि प्रयोगे, कर्तरिप्रयोगे कर्ता चेतनः भवेत् तदा एव योग्यता अस्ति तदा एव बोधः जायते इति वक्तुं शक्यते, एवं कर्मणि प्रयोगे तृतीयान्तपदं यद् पदं कर्तारं बोधयति तत्पदम् अत्र चेतनं बोध्यते तदा एव योग्यता अस्ति तदा एव निर्बोधः जायते इति नियमः कल्पयितुं शक्यते इति उक्तम्, अवगच्छति खलु, आं महोदय, अस्तु उत्तमं, तर्हि इदानीम् अग्रे मेहुल् महोदय अग्रे पठतु महोदय, धन्यवादः, आं महोदय, इतश्च द्विविधाः धातवः सकर्मकाः अकर्मकाश्च इति निरूपितमेव, फलावच्छिन्नव्यापारबोधकाः सकर्मकाः, अस्तु महोदय क्षम्यताम्, इदानीं तत्र भिन्नवार्ता अस्ति किन्तु इदानीम् एतादृशनियमानि कल्पितानि खलु पूर्वस्मिन् परिच्छेदे, तत्र भवतः अङ्गीकारमस्ति वा, आं महोदय, कर्तरिप्रयोगे कर्ता इत्यस्य प्रथमाविभक्तिः भवति अपि च चेतनबोधकपदम् एव भवेत्, कर्मणि वाक्ये तु कर्ता तृतीया विभक्त्याम् अस्ति अपि च तदपि चेतनवाचकपदं भवेत् इति, तत्तु तदेव नियमः किन्तु तत्र अङ्गीकारमस्ति वा इति प्रश्नः, आम् आम् अस्ति अस्ति महोदय, घटः उत्पद्यते इत्यत्र का गतिः, घटः उत्पद्यते तत्र तु कर्मणि वाक्ये कर्मणि वाक्यः वाक्यमस्ति, अस्तु घटः अस्ति इत्यत्र, हा घटः अस्ति, तत्र योग्यता अस्ति यतः शाब्दबोधः अपि जायते परन्तु कर्ता नास्ति, कर्ता नास्ति इति नास्ति, कर्ता अस्ति घटः इति कर्ता, आम् प्रति यचेतनबोधकपदं नास्ति, प्रथमान्तं तु अस्ति एव कर्तरि अपि अस्ति, परन्तु तत्र आख्यातार्थकृतिप्रकारकशाब्दबोधः नास्ति खलु, किमर्थम् अस्ति इत्यत्र कः प्रत्ययः अस्ति, ति इत्यत्र अस्ति परन्तु कर्तरिप्रयोगः एव खलु, आमां परन्तु तत्र आख्यातेन कृतिजन्या क्रिया नास्ति खलु तस्मिन् वाक्ये, न अस्ति एव अस्ति एव इत्युक्ते घटः अस्ति इत्यत्र त्रि इति प्रत्ययः ति इति प्रत्ययः आख्यातप्रत्ययः अस्ति, सत्यं तेन कः उच्यते, कर्ता उक्तः खलु, किन्तु आख्यातार्थकृति, तर्हि अत्र धातुं स्वीकृत्य किञ्चित् अवगन्तव्यमस्ति, हा तत् समीचीनं, केवलं अत्र अस् धातु अथवा तादृश अन्यानि अपि अन्ये धातवः अपि स्वीकुर्मः चेत् तत्र हा तत्र चेतनबोधकपदस्य आवश्यकता नास्ति प्रथमान्तं, परन्तु अन्यत् अत्र गम् धातु अथवा कुत्रापि क्रिया न न प्रथमम् अस्मिन् विषये चिन्तयतु महोदय, अस् इति धातोः का गतिः इति चिन्तयतु। अस् इति धातोः उदाहरणे तु प्रथमान्तचेतनबोधकपदस्य आवश्यकता नास्ति, अस् धातु अस्ति नास्ति इति इदानीमेव नियमितं खलु कत्तरिप्रयोगे अत्र कर्ता चेतनः एव भवेत् इति नियमः कृतः, किन्तु इदानीं भवान् वदति नियमः नास्ति इति, अतः एव मया पृष्टम् अङ्गीकारः अस्ति वा इति। अस्तु, अन्यदपि उदाहरणमहं ददामि। अत्र व्याकरणे अस्माभिः अधीतं खलु स्वतन्त्रकर्ता इत्यत्र स्वातन्त्र्यं विवक्षानुगुणं भवति। अत्र पाचकः पचति, पाचकः स्थाल्यां पचति, किन्तु पाचकः अग्निना स्थाल्याम् अन्नं पचति इति वाक्यं, तत्र अग्निः पचति इति अपि वक्तुं शक्यते खलु। अग्निः पचति इति वक्तुं शक्यते, किमर्थम् इति चेत् इदानीं मम विवक्षा अस्ति अग्निः एव पचति इति। पाचकः किं करोति, केवलं पात्रे जलं पूर्य तत्र अन्नं स्थापयति, तण्डुलं स्थापयति, किन्तु कः पचति, अन्न अग्निः एव पचति इति कृत्वा अग्निः पचति इति यदि अहं वदामि तदा किं भवति, इदानीम् अग्निः चेतनः वा अचेतनः वा? अचेतनः अचेतनः खलु इति क्लेशः भवति। तदनन्तरं स्थाली पचति इति अपि व्याकरणरीत्या समीचीनमस्ति। आमां सत्यम्, अत्र दत्तमस्ति सत्यं, क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता इति भवेत्। सत्यम् इति कृत्वा स्थाली पचति इति अपि वक्तुं शक्यते, यद्यपि तत्र अधिकरणमस्ति किन्तु तत्र स्थाल्यां तादृशसामर्थ्यमस्ति येन अत्र रैस् कुकर् अस्ति खलु। आमां सत्यं, रैस् कुकर् मध्ये तादृशसामर्थ्यमस्ति, स्वयं पचति। अस्माभिः किं कारणीय किं करणीयं, केवलं तत्र विद्युत्, यु हाव् टु जस्ट् स्विच् आन्, नोदकस्य नोदनं करणीयं तावदेव। तदा स्थाली स्वयं पचति अथवा पात्रं स्वयं पचति, रैस् कुकर् स्वयं पचति, तर्हि तत्र यद्यपि अचेतनत्वमस्ति तथापि एकनिमिषम् क्षम्यताम्। अस्तु, तर्हि एतादृशचिन्तनम् अस्माभिः करणीयं, यद्यपि अत्र उक्तं नियमद्वयमुक्तं कर्तरिप्रयोगे कर्ता चेतनः भवेत्, कर्मणि प्रयोगे तृतीयान्तपदं यदस्ति कर्तारं सूचयितुं पदं यदस्ति तत् सः अपि चेतनः भवेत् इति, तदा एव योग्यता भवति, तेन एव बोधः जायते इति यद् नियमः कल्पितः तत्तु सर्वत्र न सङ्गच्छते। तर्हि नैयायिकाः इदानीं स्थाली पचति अथवा अग्निः पचति वह्निः पचति इत्यत्र किमुच्यन्ते इति अत्र न दत्तं, किन्तु प्रायः ते इतोपि किमपि वदन्ति तत्र औपचारिकरूपेण किमपि वक्तव्यम् इति ते वदन्ति भवतु, किन्तु यद् लिखितमस्ति तस्मिन् विषये स्वचिन्तनं कार्यम् अस्माभिः, एवमेव वि शुड् नाट् स्वालोड् इति आशयः मम। अस्तु अग्रे पठतु महोदय। इतश्च इतश्च द्विविधाः धातवः सकर्मकाः अकर्मकाश्च इति पुटसङ्ख्या 1 + 300 निरूपितम् एव सत्यम्। फलावच्छिन्नव्यापारबोधकाः सकर्मकाः, शुद्धव्यापारबोधकाः अकर्मकाः इत्यपि विभागः तत्रैव उक्तः। अस्तु, अकर्मकेषु तेषु अपि केचन धातवः ज्ञा इष् इत्यादिरूपाः, अस्तु, द्वितीयान्तं पदम् अपेक्षन्ते, द्वितीयान्तं पदमपेक्षन्ते, अस्तु ज्ञा अपि च इष् यथा घटं जानाति घटम् इच्छति इत्यादौ सिद्धान्ते एते धातवः हि अकर्मकाः परन्तु भवति तेषामपि द्वितीयान्तपदकाङ्क्षा अस्तु अत्र वयं दृष्टवन्तः पूर्वे एव सकर्मकधातवः अपि च अकर्मकधातवः इति विभागः फलावच्छिन्नव्यापारबोधकाः इति सकर्मकाः इति धातवः इत्युक्ते फलेन अवच्छिन्नव्यापारस्य बोधः येन जायते ते एव सकर्मकधातवः परन्तु शुद्धव्यापारबोधकः एव अकर्मकधातुः इति वयं दृष्टवन्तः तत्र तथापि अत्र अकर्मक ये धातवः सन्ति तेषु कश्चन केचन धातवः द्वितीयान्तपदम् अपेक्षन्ते यत्र उदाहरणरूपेण ज्ञा अपि च इष् तर्हि तत्र वाक्यं यदि ज्ञा अपि च इष् इत्यनयोः प्रयोगेण यदि कुर्मः चेत् तत्र घटं जानाति अथवा घटम् इच्छति इत्यादौ वाक्यानि यदि पश्यामः तत्र ज्ञा अपि च इष् ते केवलं शुद्धव्यापारबोधक अकर्मकधातवः एव परन्तु तथापि घटं जानाति घटम् इच्छति इति तादृशद्वितीयान्तपदम् अपेक्षन्ते अत्र घटम् इति द्वितीयान्तपदं ते अपेक्षन्ते इति अस्ति यद्यपि ज्ञा अथवा इष् इति धातुः अकर्मकः अस्ति तथापि तेषां द्वितीयान्तपदं भवत्येव किमर्थम् इति चेत् सविषयकपदार्थाः ते खलु इति चेत् कस्मिन् इति प्रश्नः उदेति तर्हि घटे मम ज्ञानमस्ति घटे ज्ञानमस्ति अतः सः तादृशज्ञानं यस्मिन् अस्ति सः किं जानाति घटं जानाति मम ज्ञानं मम अथवा मयि ज्ञानमस्ति किं विषयकज्ञानं घटविषयकज्ञानम् अथवा घटे ज्ञानमस्ति तादृशज्ञानं कुत्र अस्ति मयि अस्ति इति कृत्वा इदानीं घटः इति यद्यपि ज्ञा इति धातुः अकर्मकः तथापि अत्र द्वितीयान्तपदं भवत्येव अस्तु अग्रे पठतु महोदय केवलं पठेम तेषाञ्चार्थाः ज्ञानेच्छादयः सर्वे सविषयकाः इति सविषयकार्थबोधकधातुत्वं तादृशधातूनाम् अनुगतधर्मो भवति तदर्थानां ज्ञानेच्छाकृतिद्वेषाणां चेतनधर्मत्वात् एतदाश्रयत्वं सुतरां चेतने इति यत्रापि कर्तरिप्रयोगे प्रथमान्तेन कर्मणि प्रयोगे यत्रापि इति चेतने इति अत्रापि कर्तरिप्रयोगे प्रथमान्तेन कर्मणि प्रयोगे तृतीयान्तेन चेतनवाचकपदेन एव योग्यतानिर्वाहः अत एव घटं जानाति चैत्रः चैत्रेण ज्ञायते घटः इच्छति चैत्रः पटम् इत्यादिप्रयोगाः युज्यन्ते साकाङ्क्षपदसत्त्वे अपि पटं जानाति घटः घटेन ज्ञायते गौः इति प्रयोगः बाधनिश्चयसत्त्वात् भवन्ति अप्रमाणम् अस्तु अत्र ज्ञान अपि च इच्छा अत्र ज्ञा अथवा इष् धातुं धातवः यद् वयं दृष्टवन्तः ते सर्वे तादृशधातवः सर्वे सविषयकाः अतः तेषां प्रयोगेन तत्र सविषयकार्थबोधकधातुत्वम् अपि इत्युक्ते तादृशधातूनाम् अनुगतधर्मो भवति तस्मिन् तेषां धातूनां सविषयकार्थबोधकधातुत्वम् इति धर्मः भवति तदर्थानां ज्ञानेच्छाकृतिद्वेषाणां चेतनधर्मत्वात् एतद् आश्रयत्वं सुतरां चेतने तर्हि ज्ञान इच्छाकृति द्वेष तेषां तादृशधर्मः चेतने अस्ति तर्हि चेतने अस्ति चेतने एव भवति ते धर्मः इत्युक्ते गुणाः खलु ते सर्वे ज्ञान इच्छा कृतिः द्वेषः इति एतत् सर्वम् आत्मगुणाः एतत् एते सर्वे आत्मगुणाः आत्मगुणाः तु आत्मनि एव वर्तते आत्मा तु चेतनः अस्ति सत्यं तर्हि एतादृश एतत् आश्रयत्वं सुतरां चेतने इति नियत नित्यत्वेन चेतने एव तेषाम् आश्रयत्वम् अस्ति. तर्हि अत्रापि कर्तरिप्रयोगे प्रथमान्तेन कर्मणि प्रयोगे तृतीयान्तेन चेतनवाचकपदेन एव योग्यता निर्वाहः भवति इति. अत्र उदाहरणरूपेण अतः एव घटं जानाति चैत्रः इति भवति, चैत्रेण ज्ञायते घटः इति भवति, अथवा इच्छति चैत्रः पटम् इत्यादि प्रयोगाः भवन्ति. न तु पटं जानाति घटः, घटेन ज्ञायते गौः, तत्र चेतन वाचक पदानि पदाः अत्र प्रथमा अथवा तृतीया विभक्त्यां नास्ति. अतः न पृच्छामि, घटं जानाति पटः, पटं जानाति घटः इति वाक्यं श्रुत्वा अर्थबोधः जायते वा? न जायते, न जायते. किमर्थं न जायते? यतोहि अत्र ति इति आख्यातेन आख्याते अत्र इत्युक्ते पटं जानाति घटः इति वाक्यं श्रुत्वा अर्थबोधः न जायते, शाब्दबोधः न जायते. किमर्थं न जायते? यतोहि पटम् इति चेतनवाचकशब्दः नास्ति, कर्ता इति अस्ति. पटं जानाति घटः इत्यस्मिन् वाक्ये अस्तु अस्तु, घटः इति चेतनवाचकपदं नास्ति. अतः किमर्थं चेतनवाचकपदम् आवश्यकम्? अत्र जानाति इति यत् क्रियापदमस्ति तेन कर्ता उक्तः अस्ति, परन्तु घटः इति तु यदा कदापि योग्यं नास्ति खलु ज्ञानार्थं. किमपि ज्ञातुं घटः इति कथं योग्यम् अस्ति चेत् जीवितपदं नास्ति, जीवितपदार्थः नास्ति यदा. ग्रामं गच्छति घटः इत्यत्र शाब्दबोधः न जायते. किमर्थं न जायते? योग्यता नास्ति. का योग्यता नास्ति इति चेत् किमुक्तं? तत्र घटे कृतिः न जायते इति उक्तं खलु? आं सत्यं, घटे कृतिः न जायते. घटः अचेतनः, अचेतनकृतिः न भवति इति कृत्वा योग्यता नास्ति इति यथा उक्तं तथा अत्र पटं जानाति घटः इति वाक्यं श्रुत्वा शाब्दबोधः न जायते. किमर्थं न जायते? योग्यता नास्ति. कुत्र योग्यता नास्ति? घटे नास्ति. किमर्थं घटे योग्यता नास्ति इत्यस्य उत्तरं किम्? ज्ञान इच्छा कृति द्वेष इत्यादि धर्माः केवलं चेतने एव भवति. एतत् सर्वं किमर्थं वदति? घटे किं नास्ति? ओ घटे जीवः नास्ति, चेतनः नास्ति इति नास्ति महोदय. घटे योग्यता नास्ति इति वा? सत्यं, घटे योग्यता नास्ति. किमर्थं योग्यता नास्ति? चेतनत्वं नास्ति अतः वा? सत्यं, चेतनत्वं नास्ति इत्यतः. किन्तु चेतनत्वम् इति सामान्यम्, अत्र इतोपि स्पष्टतया वक्तव्यं. यथा अहं पुनः वदामि, ग्रामं गच्छति घटः इत्यत्र शाब्दबोधः न जायते. किमर्थं न जायते? योग्यता नास्ति. कुत्र योग्यता नास्ति? घटे योग्यता नास्ति. किं जनयितुं योग्यता नास्ति? कृतिं जातुं योग्यता नास्ति घटे खलु. कृतिं जातुं घटे योग्यता नास्ति इत्यतः योग्यता नास्ति इत्यतः शाब्दबोधः न जातः इति यथा उक्तं तथा अत्र पटं जानाति घटः इत्यत्र शाब्दबोधः जायते वा? न जायते. किमर्थं न जायते? योग्यता नास्ति. कुत्र योग्यता नास्ति? घटे नोग्यता नास्ति. घटे किं योग्यता नास्ति? पटं ज्ञातुं योग्यता नास्ति. यथा पूर्वं मया उक्तं, घटे कृतिं जातुं योग्यता नास्ति इति यथा उक्तं तथा अत्र घटे ज्ञान अत्र ज्ञानं जातुं योग्यता नास्ति. उत्तमम्, इदानीं समीचीनतया भवता उक्तं. ज्ञानं जातुं योग्यता नास्ति इति कृत्वा कृतिः अपि न जायते. ज्ञानेन एव इच्छा जायते, इच्छया एव कृतिः जायते खलु. कृत्या क्रिया जायते. अत्र अत्र अत्र प्रक्रिया का? ज्ञानेन इच्छा जायते, इच्छया कृतिः जायते, कृत्या क्रिया जायते. ग्रामं गच्छति घटः इत्यत्र घटः अचेतनः, अचेतनकृतिः न जायते इति कृत्वा तत्र योग्यता नास्ति, तेन शाब्दबोधः न जायते. किन्तु पटं जानाति घटः इत्यत्र शाब्दबोधः न जायते. किमर्थं न जायते? योग्यता नास्ति. कुत्र योग्यता नास्ति? घटे योग्यता नास्ति. कीदृशयोग्यता नास्ति इति चेत् ज्ञानं जातुं योग्यता नास्ति, कृतिं जातुं योग्यता नास्ति इति न वक्तव्यम् अत्र. ज्ञानं जातुं, ज्ञानमिति आत्मगुणः न जायते घटे इति कृत्वा अत्र योग्यता नास्ति. एवं यदि अहं वदामि घटं पटम् इच्छति घटः इत्यत्र, तत्रापि शाब्दबोधः न जायते, यतोहि योग्यता नास्ति. घटे एव योग्यता नास्ति, तर्हि घटे कीदृशी योग्यता नास्ति? तर्हि घटे इच्छा जातुं योग्यता नास्ति. इच्छां द्वितीया, इच्छां जातुं योग्यता नास्ति. इच्छां जातुं योग्यता नास्ति, इच्छां जातुं योग्यता नास्ति इत्यतः अत्र शाब्दबोधः न जायते. तर्हि यद्यपि आरम्भे नियमः स्थापितः इत्युक्ते कर्तरिप्रयोगे कर्ता चेतनः भवेत्, कर्मणि प्रयोगे तृतीयान्तपदं कर्तारं यं पदं कर्तारं बोधयति सजपि तदपि चेतनः भवेत् इति यः नियमः स्थापितः, तत्र यद्यपि ज्ञा इष् इति धातवः अकर्मकाः तथापि तत्र द्वितीयान्तं पदं भवेदेव इति उक्तम्. अस्तु, समयः जातः, किन्तु एकमेव वाक्यं पठेम, अग्रिमवाक्यमपि पठतु महोदय. भुवादियोगे तु अस्ति सर्वस्यापि योग्यता. अस्तु, अतः मनः भवति घटत्वं भवति इत्यादि प्रयोगाः साधवः. अस्तु, अत्र यथा पूर्वे वयं दृष्टवन्तः घटः अस्ति, तादृश अस्ति इत्यत्र सर्वत्र योग्यता तु अस्ति. यद्यपि तत्र चेतनवाचकपदं प्रथमान्तं नास्ति, अत्र मनः भवति घटत्वं भवति इत्यादि अस्ति, तर्हि तर्हि तत्र भू इति धातुः अस्ति, तत्र भूधातुतः अस् तत्र भू इत्युक्ते मूले तु अस् एव खलु, अस् अस् इत्यस्य परिवर्तनं मूले भू एव, अस् इति भू इति भवति भू. सत्यम्, अस्ते भू इत्यनेन. तर्हि अस् धातु यत् अस्ति तस्मिन् अस्ति इति रूपं भवति, तस्मात् तर्हि तत्र तु योग्यता अपि अस्ति कर्तरिप्रयोगे अपि च कर्मणि प्रयोगे, परन्तु चेतनवाचकपदस्य आवश्यकता नास्ति. तथा साधु तर्हि गृहपाठः एवमेव अस्ति. तर्हि कति नियमाः अत्र? नियमाः बहु बहूनि नियमानि अत्र उक्तानि खलु, तानि नियमानि कानि इति लेखनीयम्. अहं केवलम् एकवारं वदामि, किन्तु स्वचिन्तनं कृत्वा भवन्तः लिखन्तु. प्रथमं, सामान्यतया कर्तरिप्रयोगे कर्ता चेतनः भवेत्, कर्मणि प्रयोगे कर्तारं बोद्धुं यत् तृतीयान्तपदं तदपि चेतनवाचकपदं भवेत् इति नियमः सामान्यतया. किन्तु केचन धातवः सन्ति, यथा भू आदि धातवः केचन धातवः सन्ति यस्मिन् यद्यपि अत्र चेतनः नास्ति तथापि अचेतने अपि योग्यता अस्ति इति वक्तव्यं. मनः भवति, अत्र मनः इति अचेतनः द्रव्यमस्ति, नवमद्रव्यमस्ति, तथापि अत्र योग्यता भवत्येव इति द्वितीयः नियमः. तर्हि किञ्चित् परिष्कारम् इत्युक्ते प्रथमं रूल्, तदनन्तरम् एक्सेप्शन् अपवादः, औत्सर्गिकरूल्, तदनन्तरम् अपवादः. तदनन्तरं यद्यपि ज्ञा इति धातुः इष् इति धातुः अकर्मकाः सन्ति, तर्हि अकर्मकधातूनां सामान्यतया कर्मपदं भवितुं योग्यता नास्ति, तथापि एतेषां धातूनां अत्र ज्ञान इच्छा कृति द्वेषाः आत्मगुणाः, तर्हि आत्मगुणाः सन्ति इति कृत्वा तेषां प्रयोगे यद्यपि धातुः स्वयम् अकर्मः अस्ति तथापि अत्र द्वितीयान्तपदं भवत्येव इति तृतीयः नियमः इति आहत्य नियमत्रयं, वस्तुतः नियमत्रयं नास्ति, नियमद्वयं, तत्र प्रथमनियमः अस्ति औत्सर्गिकः, तस्य अपवादः द्वितीयनियमः. सो वन् ए वन् बि, तदनन्तरं टु इति नियमः इति आहत्य नियमत्रयम् अस्माभिः अधीतं यत्र योग्यता, योग्यतायाः विषये तद् लिखित्वा वाट्साप् ग्रूप् मध्ये प्रेषयन्तु. अग्रिमवर्गे इतोपि अग्रे सरेम. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.